नमस्कारः सर्वेभ्यः. अद्यतनन्यायवर्गे सर्वेषां स्वागतम् अस्ति. अहं विद्याशङ्कर् अस्मि. अद्य शुकवनं महोदय सह किञ्चित् यात्रायाम् अस्ति, तदर्थम् अहम् अद्यतनवर्गं चालयामि. अद्यतनविषयः अस्ति रूपलक्षणवाक्ये दलसार्थक्यम् इति. तर्हि द्विसप्ततमे पुटे, सप्त द्वे इति तमे पुटे गुण रूपस्य लक्षणवाक्यम् अस्ति खलु, स्थूलाक्षरैः लिखितम्. शिवरां महोदय तत् पठति वा? किन्तु वर्गद्वयं नासन् किञ्चित् सम्यगेव पठति. तत्र 72 तमे पुटे स्थूलाक्षरैः अस्ति खलु, रूपलक्षणे दलसार्थक्यं न, तस्मात् पूर्वं किं लक्षणवाक्यं? चक्षुर्मात्र ग्राह्यो इत्यस्ति खलु 72 तमे पुटे. एवं मूले चक्षुर्मात्र ग्राह्यो गुणो रूपम् इति लक्षणवाक्यं न, तस्मात् पूर्वं 72 पुटे वामभागे उपरि उपरि अस्ति द्वितीयपरिच्छेदः. चक्षुर्मात्र चक्षुर्मात्र गुणो गुणरूपं तच्च शुक्ल नील पीत पुनः चक्षुर्मात्र चक्षुर्मात्र ग्राह्यो गुणरूपं तच्च शुक्ल नील पीत रक्त हरित कपीश चित्रभेदात् सप्तविधं पृथ्वी जल तेजो वृत्ति. तत्र पृथिव्यां सप्तविधम् अभास्वरशुक्लजले भास्वरशुक्लं तेजसि इति अस्ति. मुख्यवाक्यमस्ति चक्षुर्मात्रग्राह्यो गुणः रूपम् इति. चक्षुर्मात्रग्राह्यः गुणः रूपम्. इदानीं 73 तमे पुटे अधः द्वितीयपरिच्छेदः तथा च इत्युक्ते रूपलक्षणे दलसार्थक्यं तत् पठतु. तथा च चक्षुरिन्द्रियनिष्ठजनकतानिरूपितजन्यता आश्रय प्रत्यक्षानिष्ठविषयता निरूपितावत्त्वे सति चक्षुरितर इन्द्रियनिष्ठजनकतानिरूपितजन्यता आश्रय प्रत्यक्षनिष्ठविषयतानिरूपितविषयत्वाभावत्त्वे सति गुणत्वं रूपस्य लक्षणम्. अस्तु, के नूतने नूतनतया केन आगतं? भानुमहोदय अस्ति भाति खलु. नमस्कारः महोदय, अहं बालसुब्रह्मण्यन्. अस्तु, नमस्कारः. अत्र सुभाषवनमहोदयस्य वर्गः इति. आमां, तस्य वर्गः, सः यात्रायाम् अस्ति. तदर्थम् अहं विद्याशङ्करः महोदय श्रोतुं शक्यते वा महोदय? आमां, तदस्ति. अस्तु, इदानीं किं शिवरां महोदयेन यद् दलानि पठितं, दलं पठितं, तत्र के पूर्वस्मिन् वर्गे आसन्? कः स्मारयति, कः स्मरति, अपि च अस्मान् स्मारयति, अस्य अर्थः को अर्थः इति, तथा च विजी भगिनी आसीत् वा? आं महोदय, किञ्चित् प्रयत्नं करोमि. दलत्रयम् अस्ति, प्रथमतया चक्षुः इन्द्रियग्राह्यं, चक्षुः इन्द्रियं द्वितीयदलम् अस्ति सचुर् इन्द्रिय विहाय अन्य इन्द्रियेण अग्राह्यम् धनत्रयम् अस्ति गुणत्वं रूपम् इति धनत्रीणि दलानि सन्ति मात्र अन्य इन्द्रियेण अग्राह्यं तदनन्तरं गुणत्वम् इति रूपस्य लक्षणम् इति धनत्रयं सन्ति. सर्वे अवगच्छन्ति वा? शिवरां महोदय अवगच्छति वा? आमाम् आमाम् स्वशब्दैः वदतु. न किञ्चित् गतवर्गत्रयं नासम्. अस्तु इदानीम् अवगच्छति चेत् एकवारं वदतु, नो चेत् श्रीराम महोदय वदतु. श्रीराम महोदय किञ्चित् वदेत् अहं शृणोमि किञ्चित्. अस्तु आम् श्रीराम महोदय स्वशब्दैः वदतु एकवारं. नमस्ते महोदय, श्रूयते खलु? श्रूयते वा? आं महोदय. नमस्ते. हा अस्तु, अत्र लक्षणवाक्यमस्ति चक्षुर्मात्रग्राह्यो गुणोरूपम् इति अस्ति. प्रथमदलम् अत्र धनत्रयं वर्तते. एकमस्ति चक्षुषा रूपं गृह्यते, द्वितीयदलम् अस्ति चक्षुमात्रेण एव रूपस्य ग्रहणं भवति इति, तृतीयदलम् अस्ति रूपं तत्र चक्षुर्मात्र इति वाक्यस्य स्थाने वाक्यद्वयम् उक्तम्. अत्र चक्षुमात्र इत्युक्ते चक्षुमात्र इत्युक्ते अन्यैः इन्द्रियैः अन्तरिन्द्रियं वा बाह्यरिन्द्रियं वा तैः रूपस्य ग्रहणं न भवति. तृतीयदलम् अस्ति गुणं, रूपम् इति गुणम् अस्ति. एतैः त्रीणि दलैः रूपस्य लक्षणं निरूप्यते. यद् दलत्रयम् आवश्यकं वा इति प्रश्नः उदेति, एकैकं दलं स्वीकृत्य तदनन्तरं दलद्वयं स्वीकृत्य तदनन्तरं दलत्रयं स्वीकृत्य विचारः प्रचलते. तर्हि अग्रिमे पुटे दलत्रयम् अस्ति, अन्यैः इन्द्रियैः रूपस्य अभावः इति वक्तुं शक्नुमः. अन्यैः इन्द्रियैः रूपस्य ग्राह्य अभावः इति द्वितीयदलं. साधु तदेव अस्ति. दलद्वयं मिलित्वा चक्षुर्मात्रग्राह्यम् इति एकं वाक्यम् इति अर्थम् फलितम् अर्थमागच्छति. इदानीं तत्र अग्रिमे पुटे 74 तमे पुटे तत्र दलसार्थक्यम् इत्युक्ते किं, भानुमहोदय अवगच्छति वा दलसार्थक्यम् इत्युक्ते किम्? दलसार्थक्यम् इत्युक्ते लक्षणवाक्यनिरूपणं महोदय, तत् त्रिदोषरहितम् अस्ति इति निरूपणमेव दलसार्थक्यम् इत्युक्ते अत्र दलत्रयम् आवश्यकं वा इति चिन्तनं, त्रयमपि आवश्यकं वा, एकं पर्याप्तं वा, एकं द्वे पर्याप्तं वा इति तादृशचिन्तनं प्रश्नचिन्तनम् इदानीं प्रचलति. अत्र षट् प्रकाराः सम्भाव्यन्ते, यतोहि त्रीणि दलानि सन्ति, तत्र षट् सम्भावनाः सन्ति. प्रथमं तु एकमेव प्रथमलक्षणवाक्यम् एव लक्षणवाक्ये अस्ति चेत् कः दोषः? किं श्रीराम महोदय? तत्र 74 तमे पुटे द्वितीयपरिच्छेदं चक्षुरिन्द्रियनिष्ठ चक्षुरिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रय प्रत्यक्षनिष्ठविषयतानिरूपितविषय विषयितानिरूपितविषयत्वम् एव लक्षणमस्तु चेत् घटोऽपि चक्षुषा गृह्यते इति घटे अतिव्याप्तिः. इदानीं केवलं प्रथमं द्वलं स्वीकुर्मश्चेत् लक्षणवाक्यार्थं चक्षुषा गृह्यते इति स्वीकुर्मश्चेत् तत्र दोषः कः इति विचारः अस्ति. यदा नीलरूपं पश्यामः, नीलरूपम् इति गुणम् अस्ति, तद् पश्यामः चक्षुषा तस्य ग्रहणं भवति. समानरीत्या एव घटस्य अथवा पटस्य प्रत्यक्षज्ञानं चक्षुषा जायते. अतः यदा वदामः, वयं वदामः चक्षुषा रूपग्रहणं भवति केवलं तदेव लक्षणम् इति वदामश्चेत् घटे पटे पदार्थेषु अपि पार्थिवपदार्थेषु अपि तत्र अतिव्याप्तिः भवति. सर्वैः अवगतं कः दोषः इति? अतिव्याप्तिः इति दोषः. अत्र दोषत्रयमस्ति खलु लक्षणवाक्ये, दोषत्रयं भवितुमर्हति. प्रथमं तु असम्भवः, असम्भवत्वं. द्वितीयम् अव्याप्तिः. तृतीयः अतिव्याप्तिः इति दोषत्रयमस्ति. अत्र अतिव्याप्तिः दोषः. इत्युक्ते चक्षुषा न केवलं रूपं, घटः पटः अपि गृह्यते खलु. तर्हि लक्षणवाक्ये प्रथम केवलं चक्षुषा गृह्यते इति वदनेन घटमपि अन्तर्भूतः अस्ति, घटः अपि. तस्मात् अतिव्याप्तिः. अस्तु, द्वितीयदलं विजि भगिनि. चक्षुर्भिन्न चक्षुर्भिन्न इन्द्रियनिष्ठजनकतानिरूपितजनिताश्रय प्रत्यक्षनिष्ठ विषयितानिरूपित विषयत्व अभावः एव लक्षणम् अस्तु इति. चक्षुर्भिन्न इन्द्रियैः अग्राह्यम् इति वदनेन कः दोषः इति पश्यामः. एवं सति घटे अतिव्याप्तिः, घटे अतिव्याप्तिः खलु. चक्षुर्भिन्न स्वकीन्द्रियम् अस्ति. भगिनि एकनिमिषम् एकनिमिषम्, द्वितीयवाक्यं पुनः पठतु. एवं सति एवं सति स्वच्छभिन्न एवं सति न घटे अतिव्याप्तिः. न घटे अतिव्याप्तिः किमर्थम् इत्युक्ते चक्षुर्भिन्न अन्य इन्द्रियैः घटे न गृहीतुं न शक्यते वा भवति? हा, तथा घटस्य तादृशस्थितिः अस्ति वा? घटः चक्षुर्भिन्न इन्द्रियेण अग्राह्यमस्ति वा? न त्वगीन्द्रियेण प्रत्यक्षं जायते किल. हा, इत्युक्ते चक्षुर्भिन्न इन्द्रियेण अग्राह्यम् इति घटस्य न स्थितिः. घटः चक्षुर्भिन्न इन्द्रियेण गृह्यते एव. चक्षुर्भिन्न इन्द्रियम् अत्र त्वगीन्द्रियम् अस्ति. त्वगीन्द्रियेण घटस्य ज्ञानं भवति इति चेत् अतिव्याप्ति भवति. अन्य इन्द्रियैः अग्राह्यम् इति वक्तुं न शक्नोति. तर्हि अतिव्याप्तिः न अस्ति. अतिव्याप्तिः घटे न अतिव्याप्तिः. अतिव्याप्तिः इत्युक्ते किं? सर्वे अवगच्छन्ति वा? यथा वदामि कोऽपि पृच्छति लक्षणं लक्षणवाक्यस्य अर्थम् अन्ये पदार्थे अपि अस्ति चेत् अतिव्याप्तिः तर्हि अत्र किं चक्षुर्भिन्न अग्राह्यम् इति लक्षणं चेत् घटं चक्षुर्भिन्न अग्राह्यं वा घटं चक्षुर्भिन्न अग्राह्यं वा न स्वगीन्द्रेण ग्राह्यं स्वगीन्द्रेण तर्हि चक्षुर्भिन्न इन्द्रियेण न अग्राह्यं अत्र अन्य उदाहरणम् अस्ति गुरुत्वम् इति भिन्नानि गुरुत्वमपि गुरुत्वमपि न गृह्यते किल इन्द्रियैः गुरुत्वम् अग्राह्यम् एव अतः गुरुत्वे अतिव्याप्तिः भवति इति अस्ति चक्षुर्भिन्न इन्द्रियेण अग्राह्यम् इति किं घटः तथा नास्ति घटः चक्षुर्भिन्न इन्द्रियेण ग्राह्यमेव इन्द्रियेण ग्राह्यमेव किन्तु गुरुत्वं अनुमानेन प्रमाणेनैव सिद्धिः तस्मात् गुरुत्वे अतिव्याप्तिः भवति इति आपतति सर्वैः अवगतं खलु अथवा किञ्चित् विस्तारयामि वा शिवरां महोदय बुद्धं वा आमाम् इत्युक्ते कोऽपि वदति धेनोः कः लक्षणं किं लक्षणम् अहं वदामि हो पुच्छम् अस्ति यस्य पुच्छः अस्ति सा धेनुः तर्हि हो अजस्य अपि पुच्छः अस्ति अजस्य अश्वस्य अपि पुच्छः अस्ति तर्हि अश्वे अजे अतिव्याप्तिः खलु इतोपि लक्षणवाक्यं तत्रापि गच्छति तस्मात् अतिव्याप्तिः तथैव अत्र चक्षुर्भिन्न इन्द्रिय अग्राह्यं वदामश्चेत् गुरुत्वे अतिव्याप्तिः गुरुत्वमपि तथा चक्षुर्भिन्न इन्द्रियेण अग्राह्यं गुरुत्वं तस्मात् गुरुत्वे अतिव्याप्तिः इत्युक्ते द्वितीयलक्षणं केवलम् एकाकी केवलं द्वितीयदलं चेत् असाधु इदानीम् अग्रे बालस्मूलं महोदय तृतीयदलं केवलं गुणत्वं गुणत्वं गुणत्वं जाति इति उक्तं चेत् सामान्यतया गुणत्वं च अन्य केनापि गुणं स्वीकुर्मः चेत् रसादिगुणः अस्ति रूपे रसादिगुणः अस्ति रूपं गुणम् इति कारणात् गुणत्वं गुणत्वमपि अस्ति सो गुणत्वं पूर्वमेव लक्षणम् अस्ति चेत् गुणत्वम् अस्ति केनापि गुणम् अस्ति अपि गुणत्वम् अस्ति एव गुणत्वमपि अस्ति एव तस्मात् अतिव्याप्तिः अस्ति गुणत्वम् अतिव्याप्तिः अस्ति गुणत्वमिति केनापि गुणे अस्ति रसगुणे अथवा द्रव्ये अस्ति गुणः न न गुणत्वं कुत्र अस्ति गुणत्वं गुणत्वं गुणे अस्ति गुणे अस्ति साधु केनापि गुणे अस्ति सूपे अस्ति गुणे अस्ति एवमेव रसने अस्ति सत्यं तर्हि अतिव्याप्तिः कुत्र अस्ति? केनापि गुणे अस्ति, रसनम् अस्ति, उदाहरणरूपेण रसने अस्ति, रसनं गुणः इति कारणात् गुणत्वम् अस्ति. सत्यं रूपं विहाय सर्वेषु गुणेषु अतिव्याप्तिः अस्ति. एक्साक्ट्लि. आम् इतोपि रसमपि गुणम्, अन्यभिन्नमपि गुणं, त्वचा किं स्पर्शः अपि गुणः तथा. तस्मात् केवलं गुणत्वम् इति वदनेन लक्षणवाक्यं साधु साधयितुं न शक्यते. सत्यं तथा एव अस्ति. अस्तु, अग्रे भवान् एव पठतु चतुर्थम्. एकं प्लस् द्वितीयम्. एकं प्लस् द्वितीयं चक्षुरिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रय प्रत्यक्षविषयत्वं चक्षुर्भिन्नेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रय प्रत्यक्षविषयत्व अभावः इति एतद्दलद्वयमेव अस्तु लक्षणमिति चेत् रूपे विद्यमाना या रूपत्वजातिः तस्याम् अतिव्याप्तिः. तथा हि यथा घटे विद्यमानं रूपं चक्षुरिन्द्रियेण गृह्यते तथा तद्वृत्तिरूपत्वजाति अपि गृह्यते. न हि च चक्षुषः इतरैः घ्राणादिभिः इन्द्रियैः ज्ञातुं शक्या. तथा च तस्यां जातौ प्रथमधनं चक्षुर्ग्राह्यत्वं वर्तते. एवं चक्षुर्भिन्नेन्द्रियग्राह्यत्वरूपं द्वितीयं दलमपि अस्ति. अतः रूपत्वे अतिव्याप्तिः. पुनः एकवारं एवं तत् पठतु. एवं चक्षुर्भिन्न एवं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं अग्राह्यत्वरूपं द्वितीयं दलमपि अस्ति. अतः रूपत्वे अतिव्याप्तिः. किं प्रतिपादयतु कृपया. चतुर्थसम्भावने इत्युक्ते प्रथमः द्वितीयः दलः द्वयमपि मिलित्वा युगपत् अस्ति कारणार्थं लक्षणार्थम् अस्ति इति चेत् तत्रापि दोषम् अस्ति, अतिव्याप्तिः अस्ति. कथमिति चेत् प्रथमं पूर्वमेव चक्षु इन्द्रियेण ग्राह्यत्वं तथा चक्षु इन्द्रियेण ग्रहणं भवति. तदनन्तरं यदा चक्षुर्भिन्न इन्द्रियम् एवम् उदाहरणरूपेण स्वीकुर्मः चेत् उदाहरणेन त्वगिन्द्रियं त्वगिन्द्रियेण प्रत्यक्षम् अस्ति, ग्रहणम् अस्ति, द्वयोः अपि रूपम् अस्ति. प्रथम सदस्यः रूपम् अस्ति द्वयोः रूपेण, त्वग्निन्द्रियः अस्ति प्रत्यक्षम् अस्ति अस्ति. एकनिमिषम्, अत्र त्वगिन्द्रियस्य किमपि पात्रं नास्ति तत्र तस्य. न, तथा नास्ति. किं शीलमहोदय वदति वा अत्र किम् उक्तं? कृपया सहायं करोतु. इदानीं दलद्वयं स्वीकुर्मः. दलद्वयं किम् इत्युक्ते प्रथममस्ति चक्षुग्राह्यं, द्वितीयमस्ति चक्षुर्भिन्न इन्द्रियैः अग्राह्यत्वं. दलद्वयं केवलं दलद्वयम् एव स्वीकुर्मश्चेत् लक्षणवाक्यं लक्षणनिरूपणार्थं तदा किं भवति यत् रूपं नीलरूपम् अस्ति, नीलरूपं चक्षुषा गृह्यते, अन्य इन्द्रियैः श्रोत्रेन्द्रियेण वा रसनेन्द्रियेण वा घ्राणेन्द्रियेण वा स्पर्शेन् इन्द्रियेण वा त्वगिन्द्रियेण वा रूपस्य ग्रहणं न भवति, तद् साधु. इदानीं वयं चिन्तयामः रूपत्वम् इति जातिः स्वीकुर्मः, सा जातिः रूपे वर्तते. एतां जातिं रूपत्वजाति नीलरूपत्वम् इति स्वीकुर्मश्चेत् नीलरूपत्वम् इति जाति अथवा रूपत्वम् इति जाति स्वीकुर्मश्चेत् तां जातिं चक्षुषा गृह्यते, अन्य इन्द्रियैः न गृह्यते. अतः रूपत्वजात्याम् अतिव्याप्तिः भवति, रूपत्वजातिः अपि चक्षुषा गृह्यते, अन्यैः इन्द्रियैः न गृह्यते इति कारणेन तत्र केवलं दलद्वयं स्वीकुर्मश्चेत् रूपत्वजात्याम् अतिव्याप्तिः भवति. साधु महोदय, बालसुब्रह्मण्यं महोदय, साधु वा? किञ्चित् वदतु, स्वशब्दैः वदतु. किं भवान् वदतु, स्वयं वदतु किम्? ओके, अत्र प्रथमकेस ग्राह्यत्वम् अस्ति चेत् तत्र रूपस्य जातिः न ग्रहीतुं शक्यते, एवमेव अग्राह्यत्वं चक्षुन्द्रियभिन्न अन्य इन्द्रिय स्वीकुर्मः चेत् तत्रापि रूपस्य जातिः न भवति. तस्मात् द्वयोः सन्दर्भे अपि रूपस्य जातिः न अस्ति इति कारणात् अव्याप्तिः अस्ति, अतिव्याप्तिः अस्ति. यथा रूपं चक्षुरिन्द्रियेण गृह्यते अपि च रूपं चक्षुर्भिन्न इन्द्रियेण न गृह्यते, तथा एव रूपत्वम् अपि चक्षुरिन्द्रियेण गृह्यते अपि च चक्षुर्भिन्न इन्द्रियेण न गृह्यते रूपत्वं. किन्तु रूपत्वं रूपम् असमानं, रूपं भिन्नं रूपत्वं भिन्नं, रूपत्वं जातिः, रूपं गुणः, तस्मात् रूपत्वे अतिव्याप्तिः. अस्माकं रूपत्वं न इष्टं, केवलं रूपम् इष्टं, किन्तु रूपत्वम् अपि तथा लक्षणवाक्येन रूपत्वमपि सूचितं भवति, तस्मात् रूपत्वे अतिव्याप्तिः. अत्र एकः नियमः अस्ति, येन इन्द्रियेण किमपि गुणं ग्राह्यते तस्य जातिः अपि तेनैव इन्द्रियेण गृह्यते इति नियमः अस्ति. महोदय, अयं नियमः सर्वे किं सर्वे स्वीकुर्वन्ति वा, वेदान्तिनः अपि स्वीकुर्वन्ति वा तादृशं, येन इन्द्रियेण रूपं गृह्यते तेन इन्द्रियेण वा जातिः अपि गृह्यते इति? तस्य जातिः स्पर्शत्वजातिः अथवा कठिनस्य जातिः तथा साफ्ट्नेस् हार्ड्नेस् येन इन्द्रियेण त्वगीन्द्रियेण यद् गृह्यते तथा एव जातिः अपि गृह्यते इति न्यायविषयनियमः इति वर्गे उक्तं, किन्तु भिन्नदर्शने किम् अस्ति इति न तथा न चिन्तितं, किन्तु भवान् भवतः किम् आक्षेपः अस्ति वा? अहं यदा तदा वयं किं अहं चिन्तयामि रूपत्वजातिः यदा पृच्छामश्चेत् किं पश्यति इत्युक्ते कश्चित् पुरुष कञ्चित् पुरुषं वयं पृच्छामः किं पश्यति इत्युक्ते अहं नीलं पुष्पं पश्यामि इति वदति चेत् तत्र नीलत्वं पश्यति इति पृच्छामश्चेत् नीलत्वं पश्यति इति कथं वक्तुं शक्यते महोदय? नीलं पुष्पं पश्यामि सत्यं सत्यं तत् सत्यं तथा न अत्र उक्तम्। अत्र चिन्तयतु कोऽपि घटं पश्यति घटं पश्यति तर्हि घटत्वम् अपि जानाति खलु, घटत्वम् अज्ञात्वा घटः एषः घटः न वक्तुं शक्यते। इति प्रथमवारं बालकः कोऽपि घटं पश्यति तत्र माता वदति ओ एषः घटः, तर्हि चक्षुरिन्द्रियेण घटं पश्यति, घटं दृष्ट्वा घटत्वम् अपि अवगच्छति तेनैव इन्द्रियेण, घटत्वम् अवगच्छति। इदानीं द्वितीयवारं घटं पश्यति चेत् ओहो एषः घटः इति घटत्वं ज्ञात्वा घटः इति वक्तुं शक्यते तेन। तर्हि घटत्वम् इति प्रथमवारं केनापि घटत्वं वा रूपं वा रूपत्वं वा तथा किमपि येन इन्द्रियेण तद् ग्राह्यं तेनैव इन्द्रियेण जातिः अपि न केवलं रूपस्य पदार्थस्य अपि घटस्य अपि तथा एव। अस्तु धन्यवादः। अग्रे भानुमहोदय अग्रे पठति वा एकम् अग्रिमपरिच्छेदः इयम् अतिव्याप्तिः दुग्गीन्द्रियेण घटः प्रत्यक्षं भवति इति उक्तं किल, दुग्गीन्द्रियेण घटत्वम् अपि स्वीकर्तुं शक्नोति किल? सत्यं तर्हि जातिः अपि स्वीकर्तुं शक्ति जाति गुणम् अस्ति चेत् जातिः अपि स्वीकर्तुं शक्नोति इदानीं वदति किल महोदय? समानेन्द्रियेण यदि त्वगिन्द्रियेण घटस्य प्रत्यक्षं भवति तर्हि तेनैव इन्द्रियेण घटत्वजातिः अपि तेनैव इन्द्रियेण गृह्यते खलु। इत्युक्ते त्वगिन्द्रियं चक्षुरिन्द्रियं तत्र द्विन्द्रियत्वम् अस्ति खलु, तेन इन्द्रियै के स्पेशल् विशिष्ट इन्द्रियै इन्द्रिया किम् इन्द्रिये त्वगपि च चक्षु, यतोहि इन्द्रियद्वयेनापि पदार्थः गृह्यते खलु। आम् यत्र रूपं गृह्यं गृहीतुं शक्नोति तत्र रूपत्वजाति अपि गृहीतुं शक्नोति किल? यदि सत्यं पदार्थग्रहणं त्वगीन्द्रेण अपि भवति चक्षुरेन्द्रेण अपि भवति पदार्थस्य न तु गुणस्य सर्वत्र कुत्रचित् कुत्रचित् अग्रे अग्रे उच्यते कथं अत्र अत्र लक्षणवाक्यं किमपि न उक्तं, केवलम् उक्तं लक्षणं नास्ति भगिनि अत्र, केवलं सामान्यनियमः इति अस्ति। लक्षणवाक्यमिति न, तत् दलम् इति किमपि न उक्तं, सामान्य अनुभवः अस्ति तथा साधु सन्तोषजनकम् अस्ति वा किम्? अस्तु अग्रे भानुमहोदय इयम् अतिव्याप्ति। आं महोदय इयम् अतिव्याप्तिः द्वितीयदलम् अपसार्य तृतीयं यत् गुणत्वरूपं दलं तन्निवेशेन वार्यते, यतोहि रूपत्वे चक्षुग्राह्यत्वं यद्यपि वर्तते गुणत्वं न वर्तते, गुणत्वस्य गुणेषु एव तत्त्वात्, रूपत्वस्य जातित्वेन तत्र गुणत्वाभावात् अतश्च न रूपत्वे अतिव्याप्तिः. तावत्पर्यन्तं महोदय. इत्युक्ते किं महोदय? प्रतिपादय. इयम् अतिव्याप्तिः इत्युक्ते, इयम् इत्युक्ते रूपत्वे, रूपत्वे पूर्वः प्रथमद्वितीयदलं स्वीकृत्य यद् रूपत्वे अतिव्याप्तिः इदानीं चर्चनीयांशः, तत् द्वितीयद्वलं द्वितीयद्वलं निष्कास्य तृतीयदलं तृतीयदलम् आनयितुं चेत् चक्षुग्राह्यं गुणत्वं रूपल् लक्षणम् इति चक्षुर्ग्राह्यं गुणत्वं. तर्हि महोदय सत्यं रूपमिति भवान् रूप इत्यनेन इत्यनेन रूपत्वे या अतिव्याप्तिः आसीत् सा निवार्यते सा वार्यते महोदय. यतोहि रूपत्वे चक्षुग्राह्यत्वं यद्यपि वर्तते गुणत्वं न वर्तते. महोदय पूर्वं रूपत्वं यदस्ति तद् गुणत्वजातिः न वर्तते, किन्तु तृतीयदलं गुणत्वम् इति आनीत्वा सत्यं रूपत्वे चक्षुग्राह्यत्वं वर्तते यथा भवता उक्तं, किन्तु रूपत्वे गुणत्वं नास्ति. किमर्थं? गुणत्वं केवलं गुणेषु भवति. आं महोदय. गुणत्वस्य गुणेषु एव सत्त्वात् इत्युक्ते गुणत्वं गुणेषु एव भवति. रूपत्वं तु किम् अस्ति? रूपत्वं रूपे अस्ति. किन्तु रूपत्वं किं किम् अस्ति? रूपत्वम् इति किम् अग्रे वाक्यमस्ति? रूपत्वस्य जातित्वेन तत्र गुणत्वाभावात् इत्युक्ते किम्? रूपस्य जातिः अत्र जातिः किमर्थं? रूपत्वं किमस्ति? रूपत्वं जातिः अस्ति खलु. रूपत्वं रूपस्य धर्मः जातिः जाति आमां खलु. तर्हि रूपत्वस्य जातित्वेन आं महोदय रूपत्वम् अन्यमस्ति गुणत्वम् अन्यमस्ति. रूपत्वे गुणत्वं नास्ति, गुणत्वं गुणे अस्ति. अतः रूपत्वजाति जातेः गुणत्वजातिः अभावं भवति. तस्मात् रूपत्वे न अतिव्याप्तिः. अस्तु महोदय. तर्हि कुत्र अतिव्याप्तिः इति अग्रे उच्यते. शिवरां महोदय पठितुमिच्छति वा? शृणोति वा? अद्य महोदय अहं शृणोमि. अस्तु अग्रे श्रीराम महोदय. साधु साधु अग्रे श्रीराम महोदय. एवमपि एवमपि द्वि इन्द्रियग्राह्याः ये साङ्ख्यादयो गुणाः तेषु अतिव्याप्तिः. तथा हि भूतले द्वौ घटौ स्तः, कश्चित् चक्षुष्मान् मनुष्यः पृष्टः भूतले कति घटाः इति. सः चक्षुः व्यापार्य अवगच्छति भूते च द्वौ घटौ इति. एवं च द्वित्वसङ्ख्या तेन चक्षुषा ज्ञाता. अपरश्च कश्चित् अन्धः पृष्ठः भूतले कति घटाः इति. सः चक्षुर्व्यापारे असमर्थोऽपि अस्तौ पादौ वा चालयित्वा तत्र विद्यमानौ घटौ च उपलम्भ्य तत्रत्यां द्वित्वसङ्ख्यां त्वगिन्द्रियेण जानाति ध्रुते च द्वौ घटौ इति. अनेन इदम् अवगच्छामः यत् सङ्ख्या चक्षुर् इन्द्रियेण इव त्वगिन्द्रियेणापि गृह्यते. एवं च प्रथमं तृतीयं चक्षुर्ग्राह्यत्वम् एवं गुणत्वम् इति दलद्वयस्यैव निवेशः सङ्ख्यायाम् अतिव्याप्तिः. यतः तस्याः चक्षुर्ग्राह्यत्वम् आनुभविकं निरूपितं च. सा गुणः इति न तत्र गुणत्वजातिरपि वर्तते. सा गुणः इति तत्र गुणत्वजातिः अपि वर्तते. इदानीं पूर्वस्मिन् परिच्छेदे तत्र जात्याम् अतिव्याप्तिः, यदा वयं केवलं प्रथमं दलं तृतीयं दलं स्वीकुर्मश्चेत् प्रथमं दलम् अस्ति चक्षुषा रूपं गृह्यते, तृतीयं दलम् अस्ति गुणत्वम् इति. एवं केवलं दलद्वयं स्वीकुर्मश्चेत् तत्र जात्याम् अतिव्याप्तिः निवार्यते, तु अन्य अतिव्याप्तिः अन्यस्मिन् अतिव्याप्तिः भवति. तत् कथम् इत्युक्ते एवमपि द्वि इन्द्रियग्राह्याः ये सङ्ख्याद्वयोः द्वयो गुणाः सङ्ख्यादिद्वयो गुणाः सङ्ख्यादयो गुणाः तेषु अतिव्याप्तिः. सङ्ख्या तत्र आदि के के तत्र इत्युक्ते रूपरसगन्धस्पर्श सङ्ख्या परिमाणं सङ्ख्या तत्र परिमाणमपि अस्ति. परिमाणं पृथक्त्वं पृथक्त्वं संयोगविभाग आदि गुणाः केचन गुणाः सन्ति ये तत्र अतिव्याप्ति भवति. द्विन्द्रियग्राह्यम् इत्युक्ते किं त्वगिन्द्रिय द्विन्द्रियग्राह्यः इत्युक्ते तत्र चक्षुषा गृह्यते, अन्य इन्द्रियमस्ति त्वगिन्द्रियं, त्वगिन्द्रियमपि ग्रहीतुं शक्यते. द्विन्द्रियग्राह्य एक चक्षुषा गृह्यते अन्य इन्द्रियैः अन्य इन्द्रियेण केनापि इन्द्रियेण तत्र ग्रहणं भवति. यदा तथा हि भूतले द्वौ घटौ स्तः, इदानीं भूतले घटद्वयम् अस्ति. यः कोऽपि पृच्छति कति घटाः सन्ति भूतले इति, तदा चक्षुष्मान् पुरुषः वदति तत्र भूतले घटद्वयम् अस्ति इति. एवमेव कोऽपि अन्धं पृच्छति कति घट एकनिमिषं वाक्यशः पश्यामः सः चक्षुषा व्यापार्य अवगच्छति ब्रूते च द्वौ घटौ इति. तत्र चक्षुः व्यापार्य इत्युक्ते वदति ब्रूते इति वदति ब्रूञ्जिधातोः तत्र व्याप्यार्य अवगच्छति चक्षुः व्याप्यार्य सः चक्षु इन्द्रियेण अवगच्छति तत्र भूतले घटद्वयम् अस्ति इति. एवं च द्वित्वसङ्ख्यातेन चक्षुषा ज्ञाता, घट न केवलं घटः अस्ति इति, त्रु सङ्ख्या अपि घटद्वयम् इति सङ्ख्या, द्वयम् इति सङ्ख्या अपि तेन इन्द्रियेण एव ज्ञाता. अपरश्च कश्चिद् अन्धः पृष्टः भूतले कति घटाः इति, सः चक्षुर्व्यापारे असमर्थो अपि हस्तोपादो वा चलित्वा तत्र विद्यमानो घटो च उपलम्ब्य तत्रत्यां द्वित्वसङ्ख्यां त्वगिन्द्रियेण जानाति. यदा अन्धः ज्ञातुम् इच्छति कति घटाः भूतले अस्ति इति, तदा सः तस्य हस्तेन वा पादेन वा स्पर्शनं कृत्वा घटद्वयं भूतले वर्तते इति अन्धः जानाति. सः त्वगिन्द्रियेण ब्रूते च द्वौ घटौ इति सः वदति भूतले घटद्वयम् इति. अनेन इदम् अवगच्छामः यत् सङ्ख्या चक्षुरिन्द्रियेण इव त्वगिन्द्रियेणापि गृह्यते, न केवलं चक्षुरिन्द्रियेण त्वगिन्द्रियेण अपि सङ्ख्या गृह्यते. एवं च दलद्वयं दलत्रयं तृतीयदलं प्रथमदलं स्वीकुर्मश्चेत् चक्षुर्ग्राह्यत्वम् एवं गुणत्वम् इति दलद्वयस्य एव निवेशः सङ्ख्यायाम् अतिव्याप्तिः. इदानीं गुणं चक्षुग्राह्य चक्षुषा रूपं गृह्यते, तदनन्तरं रूपम् इति गुणम् इति स्वीकुर्मश्चेत् इदानीं सङ्ख्या अस्ति, सङ्ख्या अपि चक्षुषा गृह्यते, सा अपि गुणः अस्ति इत्यतः तत्र अतिव्याप्तिः भवति, सङ्ख्यायाम् अतिव्याप्तिः भवति. यतः तस्याः चक्षुग्राह्यत्वम् आनुभविकं, चक्षुग्राह्यत्वम् अस्माकं सङ्ख्यायाः चक्षुग्राह्यत्वम् आनुभविकम् अस्ति, निरूपितं च घट उदाहरणेन इदानीं निरूपितं. सा गुणः इति तत्र गुणत्वजातिः अपि वर्तते. सङ्ख्या इति गुणः इत्यतः गुणत्वजातिः अपि तत्र वर्तते, सङ्ख्यां वर्तते इति उक्तम्. तृतीयदलं किं, तृतीयदलं किम् अस्ति? गुणत्वं, गुणत्वं सङ्ख्यायामपि अस्ति. सा अस्ति, सा सङ्ख्या गुणः, सा इत्युक्ते सङ्ख्या, सङ्ख्या गुणः इत्यस्मात् सङ्ख्यायां गुणत्वमपि अस्ति. अस्ति, गृह्यते गृह्यते तस्मात् तत्र अतिव्याप्तिः सङ्ख्यायां भवति. तर्हि केवलं प्रथमदलम् अपि च तृतीयं दलम् इति मिलित्वा लक्षणवाक्यं स्वीकुर्मश्चेत् सङ्ख्यायाम् अतिव्याप्तिः भवति. सर्वैः अवगतं? विजि भगिनी बुद्धम्? आम् भवति बुद्धम्. बालसुब्रह्मण्य महोदय अवगतं वा? अवगतम् अवगतं महोदय. अस्तु, तर्हि अग्रे विजि भगिनी पठति वा, प्रश्नः अस्ति वा? अस्तु, अग्रे विजि भगिनी, तर्हि अग्रे. तर्हि अस्तु, द्वितीय तृतीय दलयोः एव उपादानं सच्चिन्न इन्द्रिय अग्राह्यत्वं गुणत्वं च द्वे दले. तथा सति संख्यायाः चक्षुर्भिन्न दृक् इन्द्रियग्राह्यत्वम् एव अस्ति, भिन्न इन्द्रिय अग्राह्यत्वं नास्ति इति न अतिव्याप्तिः। दर्शितं च अन्धदृष्टान्तेन संख्यायाः तृगीन्द्रियेण प्रत्यक्षम्। एवं च अस्तु इदं दलद्वयम्, एवम् अपि गुरुत्वे अतिव्याप्तिः। गुरुत्वम् अतीन्द्रियम् इति प्राक् उक्तम् एव, तथा च तत्र चक्षुर्भिन्न इन्द्रियं यत् त्वगीन्द्रियं तज्जन्यप्रत्ययविषयत्वाभावः अभावः द्वे वर्तते। एवं गुरुत्वं गुण इति गुणत्वरूपं तृतीयं दलमपि वर्तते, अतः गुरुत्वे अतिव्याप्तिः। तत् वारणाय प्रथमदलम् अपि दातव्यम्। एकं प्रथमगुरुत्वे द्वितीयतृतीययोः दलयोः सत्त्वे अपि आद्यं सच्चुर्जन्यप्रत्यक्षविषयत्वरूपं सच्चुर्ग्राह्यत्वं नास्ति इति न अतिव्याप्तिः। मन्दं मन्दं वदतु, मन्दं मन्दं पश्यामि, चिन्ता नास्ति। एकमेकं वाक्यं पठतु कृपया, सर्वं स्पष्टं भवति, चिन्ता मास्तु। द्वितीयतलयोः तलयोः इव उपादानं, द्वितीयतलं वदति अन्य इन्द्रिय सचुर्भिन्न इन्द्रियेण अग्राह्यम् इति, तृतीयं वदति गुणत्वं। अधुना चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वं गुणत्वम् इति द्वे दले, तथा सति संख्यायाः चक्षुर्भिन्न दृग् इन्द्रिय अग्राह्यत्वम् एव अस्ति। पूर्वस्मिन् परिच्छेदे पठितवन्तः किल, भिन्न दृगीन्द्रियेण ग्राह्यत्वम् एव अस्ति, भिन्न इन्द्रिय अग्राह्यत्वम्। भगिन्याः ध्वनिः न्यूना अस्ति महोदय, किञ्चित् किञ्चित् मैक् समीपं, मुखसमीपे इदानीं सम्यक् अस्ति। तत्र तृतीयवाक्यं तथा सति, सा किं वदति, चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वं त्वगिन्द्रिय अस्ति वा? चक्षुर्भिन्न इन्द्रियेण अग्राह्यत्वं, ग्राह्यत्वं भवति संख्याया, तर्हि अग्राह्यत्वं नास्ति, तर्हि संख्यायाम् अतिव्याप्तिः इदानीं नास्ति, नास्ति भिन्न इन्द्रिय अग्राह्य, भिन्नेन्द्रिय अग्राह्यत्वं नास्ति इति न अतिव्याप्तिः बुद्धं। दर्शितं च अन्तदृष्टान्तेन संख्यायाः त्वगीन्द्रियेण प्रत्यक्षम्। एवं च अस्तु इदं दलद्वयम्। दर्शितं च अत्र भगिनी प्रतिवाक्यम् अस्माभिः पठनीयं खलु, तेनैव ज्ञानं दृढं भवति। अत्र पश्यतु दर्शितं च, दर्शितं च अन्धदृष्टान्ति, अत्र पठनशैली एवमस्ति, एकः सारांशार्थः तु अस्ति, भवती जानाति सारांशार्थः एकम् अस्ति, किन्तु पङ्क्तिश प्रतिवाक्यं किं वदति, तस्य का शैली इत्यपि अस्माभिः पठनीयम्। पूर्वस्मिन् परिच्छेदे ते पूर्वस्मिन् परिच्छेदे पठितवन्तः इति वा? अन्धः अन्धः अन्धः दृष्टान्ते इदानीं पठितवन्तः पूर्वस्मिन्, सः कथं जानाति कति घटाः सन्ति इति, सः कथं जानाति अन्धदृष्टान्तेन, अन्धदृष्टान्तेन सङ्ख्यायाः त्वगीन्द्रियेण प्रत्यक्षम् इति वयं जानीमः. अन्धः कथं जानाति, अन्धः घटं त्वगीन्द्रियेण स्पर्शं करोति तस्मात् जानाति. पादं प्रयुज्य वा हस्तौ प्रयुज्य वा अन्धः जानाति त्वगीन्द्रियेण सङ्ख्यायां प्रत्यक्षं करोति. अत्र घटद्वयमस्ति इति सः जानाति, घटद्वयमस्ति सङ्ख्यायाः प्रत्यक्षं तेन भवति, तेन भवति. एवं च अस्तु, इदं दलद्वयम्, इदं दलद्वयम् इत्युक्ते द्वितीया तृतीया वा महोदय? सत्यं, एवमपि गुरुत्वे अतिव्याप्तिः. गुरुत्वम् अतीन्द्रियम् इति प्रागुक्तम् एव. गुरुत्वम् अन्य इन्द्रियैः अपि अग्राह्यम् एव, केनापि इन्द्रियेण अग्राह्यम्, अतीन्द्रियम् इत्युक्ते केनापि इन्द्रियेण न गृह्यते. मनसा अपि वा महोदय? मनसा गृह्यते, अत्र बहीन्द्रियेण न गृह्यते. बहीन्द्रियेण गुरुत्वम् अतीन्द्रियम् इति प्राग् पूर्वमेव उक्तं. तथा च तत्र चक्षुर्भिन्न इन्द्रियं यत् त्वगीन्द्रियं तज्जन्यप्रत्यक्षविषयत्व अभाव इत्युक्ते चक्षुर्भिन्न इन्द्रियं चक्षुर्भिन्न इन्द्रियं त्वगीन्द्रियम् अस्ति, त्वकीन्द्रियेण गुरुत्वम् अपि न प्रत्यक्षं भवति, अतः प्रत्यक्षविषयत्व अभाव इति दत्तम्. सत्यं, ततः द्वे वर्तते एवं गुरुत्वं द्वितीयतलं, द्वितीयतलं वर्तते. आं महोदय, एवं गुरुत्वं गुण इति गुणत्वरूपं, गुरुत्वम् इति गुणम् अस्ति किल, द्वितीयदलं किल, एवं गुरुत्वं गुण इति गुरुत्वरूपं तृतीयदलम् अपि वर्तते, गुणत्वमपि वर्तते अत्र गुरुत्वे. अतः गुरुत्वे अतिव्याप्तिः भवति. गुरुत्वे गुरुत्वम् इति अन्ये चक्षुर्भिन्न इन्द्रियेण अग्राह्यं प्रथमतया, तदनन्तरं गुरुत्वे गुरुत्वम् इति गुणः वर्तते इति तृतीयदलम् अपि अस्ति इति तलद्वयं तृतीयं स्वीकुर्मः चेत् गुरुत्वम् इति अतिव्याप्तिः भवति इति उक्तं किल महोदय. तत् वारणाय प्रथमदलम् अपि दातव्यं, तत् दोषः निवारणाय अतिव्याप्तिदोषः कुत्रापि न भवितुम् अर्हति इति चेत् प्रथमतलं, द्वितीयतलं, तृतीयतलं दलत्रयं स्वीकरणीयम् इति उच्यते. प्रथमं गुरुत्वे द्वितीयतृतीययोः दलयोः सत्त्वे अपि आद्यं चक्षुर्जन्यप्रत्यक्षविषयत्वरूपं चक्षुर्ग्राह्यत्वं नास्ति इति न अतिव्याप्तिः. त्रीणि दलं स्वीकुर्मः चेत् न अति कुत्रापि न अतिव्याप्तिः भवेत् इति वा महोदय? गुरुत्वे चक्षुर्जन्यप्रत्यक्षविषयत्वरूपम् इत्युक्ते चक्षुर्ग्राह्यत्वं नास्ति, नास्ति खलु. तस्मात् गुरुत्वे दलत्रयं वदनेन न अतिव्याप्ति न अतिव्याप्ति आम् सम्यक् उक्तं सर्वे सर्वैः अवगतं महोदय प्रश्नः एकः यथा यदा प्रत्यक्षं नास्ति तत्र गुणः अस्ति इति निश्चयेन वक्तुं शक्यते वा प्रत्यक्षं नास्ति प्रत्यक्षं गुरुत्वं गुरुत्वम् इति चेत् प्रत्यक्षं नास्ति सो वयं गुरुत्वं प्रति किमपि न जा अनुमानमस्ति अनुमानरूपेण गुरुत्वम् अस्ति इति ज्ञातुं शक्यते परन्तु किमपि ज्ञातुं विना गुणः अस्ति इति ऊर्जयित्वा वक्तुं शक्यते वा मया प्रश्नः न अवगतः गुरुत्वमिति गुणः गुरुत्वमिति गुणः इति दत्तं किल प्रथमतया सप्त चतुर्विंशति गुणेषु अन्तर्भूतः सत्यं गुरुत्वमिति गुणम् अपि च केनापि इन्द्रियेण न गृह्यते केवलम् अनुमानेन प्रत्यक्ष न भवति अनुमानेन भवति इत्यपि गुरुत्वं तत्र गुणः अस्ति इति नियति धन्यवादः अस्तु सर्वैः अवगतं किमर्थं जलत्रयम् आवश्यकम् इति इदानीं षट् सम्भवाः अपि स्वीकृताः किं किं भवति इति षट् प्रकाराः किं तत्र आक्षेपः निवारिताः जलत्रयम् आवश्यकम् इति साधितं खलु अग्रे बालसुब्रह्मण्यं महोदय पठति वा अतः अतः एकैकस्य दलस्य एकं द्वि प्रथमद्वितीयदलयोः एकं त्रि प्रथमतृतीयदलयोः द्वि त्रि द्वितीयतृतीयदलयोः च लक्षणत्वे अतिव्याप्ति भवति इति चक्षुर्ग्राह्यत्वे सति चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वे सति गुणत्वम् इति रूपलक्षणं पर्यपश्यति सो एकस्य दलस्य एकैकस्य दलस्य अथवा प्रथमद्वितीय दलस्य मिलित्वा सम्भावना दलस्य प्रथमतृतीयदलयोः अनन्तरं द्वितीयतृतीयदलयोः च लक्षन्ते एतयोः सर्वे अपि लक्षणत्वे अतिव्याप्ति भवति इति चक्षुर्ग्राह्यत्वे सति चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वे सति इतोपि गुणत्वम् इति रूपलक्षणं पर्यवस्यति यद्यपि पूर्वदलसार्थकरूपेण चक्षुग्राह्यत्वे चक्षुग्राह्यत्वम् अस्ति अपि च चक्षुर्भिन्नेन्द्रियग्राह्यत्वम् अस्ति इतोपि गुणत्वम् इति रूपलक्षणं पर्यवस्यति अत्र किम् उक्तं दीर्घ अन्तिमवाक्यं किं वदति गुणत्वं कीदृशगुणत्वं चक्षुग्राह्यत्वे सति चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वे सति गुणत्वम् इति रूपलक्षणम् इति या पद्धति अस्मिन् वाक्ये दलत्रयम् अन्तर्भूतं खलु स्थूलक्षरैः यद् लिखितं चक्षुर्ग्राह्यत्वं इत्युक्ते चक्षुर्ग्राह्यत्वे सति चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वम् इत्युक्ते चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वे सति गुणत्वम् इति रूपस्य लक्षणम् आपतति आवश्यकम् इति आहत्य तथा अस्ति इति खलु प्रश्नः अस्ति वा कस्यापि नो चेत् अग्रे श्रीराम महोदय पठति वा लक्षणस्य आम् महोदय लक्षणस्य एवं विधभागेषु सत्सु सद्भागावसाने सति इति पदं भवति तद्भागस्य सत्यन्तम् इति व्यवहारः न्यायग्रन्थेषु भवति तत्रापि प्रथमभागस्य प्रथमसत्यन्तं द्वितीयभागस्य द्वितीयसत्यन्तम् इति रीत्या व्यवहारः दृश्यते वायुर्निरूपणावसरे तु एकं सत्यन्तम् इति न तत्र प्रथमादिपदप्रयोगः इति विशेषः अत्र लक्षणस्य एवं विधभागेषु सत्सु इदानीं लक्षणवाक्ये एकमधिकदलम् अस्ति चेत् तत्र सत्सु अस्ति चेत् यद् भाग अवसाने सति इति पदं भवति यदा वयं दृष्टवन्तः चक्षुग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रग्राह्यत्वे सति एकैकदलस्य अनन्तरं सति इति पदस्य प्रयोगः भवति तदा सति इति पदं भवति तद् भागस्य सत्यन्तम् इति व्यवहारः न्यायग्रन्थेषु भवति अवसाने सति इति पदं भवति तद् भागस्य सत्यन्तम् इति व्यवहारः एतदेव सत्यन्तम् इति न्यायग्रन्थेषु वदति सति इति पदस्य प्रयोगम् एव सत्यन्तम् इति तत्रापि प्रथमभागस्य प्रथमासत्यन्तम् प्रथमभागस्य चक्षुग्राह्यत्वं सति इति तत्र तस्य नाम अस्ति प्रथमसत्यन्तं सत्यन्तं द्वितीयभागस्य द्वितीयसत्यन्तम् इति रीत्या व्यवहारः दृश्यते न्यायग्रन्थेषु प्रथमसत्यन्तम् इत्युक्ते चक्षुग्राह्यत्वे सति द्वितीयसत्यन्तम् इत्युक्ते चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति तादृशं व्यवहारः न्यायग्रन्थेषु दृश्यते वायुनिरूपणावसरे तु एकं सत्यन्तम् इति न वायुर् रूपरहितत्वं वायु वायुर्लक्षणं रूपरहित किं रूपरहितत्वे स्पर्शवान् इति स्पर्शवान् वायुः तत्रापि दलद्वयम् अस्ति इति भाति वायुनिरूपणावसरे तु एकं सत्यन्तम् इति न तत्र प्रथमादिपदप्रयोगः तत्र विशेषः अस्ति तद् एकमेव सत्यन्तं तत्र रूपरहितस्पर्शवान् इति एकमेव सत्यन्तं स्वीकुर्वन्ति तद् किमर्थम् इति अहं जानामि अत्र किं वदति अत्र पूर्वस्मिन् परिच्छेदे अन्तिमवाक्ये भागत्रयमस्ति चक्षुग्राह्यत्वे सति भागस्य अन्ते सति इति पदमस्ति खलु सत्यन्तं पदस्य व्यवहारः न्यायग्रन्थेषु भवति एकभागः सति द्वितीयभागं सति एवं लक्षणम् इति वाक्यस्य शैली अस्ति तत्र प्रथमसत्यन्तं चक्षुग्राह्यत्वं द्वितीयसत्यन्तं चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वं इति अस्ति इति एवं रीत्या व्यवहारः दृश्यते. किन्तु वायुनिरूपण अवसरे किं वायुरहितत्व स्पर्शवान् इति अस्ति, रूपरहितत्व स्पर्शवान् तत्र रूपरहितत्वे सति स्पर्शवान् इति वक्तुं शक्यते, किन्तु तादृशप्रयोगः न दृश्यते, न दृश्यते ग्रन्थेषु, न केवलं न्यायग्रन्थेषु, केवलं रूपरहितत्वे स्पर्शवान् मध्ये सति इति पदं वक्तुं शक्यते, किन्तु रहितत्वे इति न आवश्यकं, तत्र प्रयोगः न भवति, यतोहि एकमेव तत्र सत्यन्तम् अस्ति. अवगतं? अवगतं महोदय. प्रश्नः अस्ति वा केन कस्यापि? अस्तु, अत्र किमर्थं किमर्थम् अत्र एतादृशप्रयोगं भवति सति इति विहाय वायु लक्षणम् उच्यते? वायोः लक्षणे वा? तत्र यायिकः किं वदामि, तत्र ब्रविटि इच्छन्ति, अधिकपदं न आवश्यकं खलु, यावत् न्यूनपदेन लक्षणवाक्यम् उच्यते. तत्र रूपरहितत्वे स्पर्शवान् इति पर्याप्तं तस्मात्. अत्र रूपविषये दलसार्थक्यं दीर्घरीत्या चिन्तितं खलु. अत्र किमर्थम् अत्र उत्तरम् इत्युक्ते उदाहरणं रूपेण अपि अस्ति, अग्रे भिन्नेषु स्थलेषु तादृश भिन्नदलानि सन्ति, तत्रापि कथं दलसार्थक्यम् अस्माभिः अवगन्तव्यं, कथं चिन्तनीयम् इति मार्गदर्शनरूपेण इति रूपविषये चिन्तितम्. इदानीम् अग्रे तथा एव स्पर्शलक्षणे अपि अस्ति. तर्हि भानुमहोदय पठति वा स्पर्शलक्षणम् अपि? आं महोदय, महोदय एकवारं सत्यन्तम् इति एकवारं पुनः वदतु महोदय, सत्यन्तम् अवश्यम् अस्ति. अत्र पूर्व सेकेण्ड् परिच्छेदे द्वितीयपरिच्छेदे अन्तिमवाक्यं चक्षुर्ग्राह्यत्वे सति अस्ति खलु महोदय? अस्ति खलु, तथा चक्षुर्ग्राह्यत्वे सति इति अस्ति खलु महोदय? तत्र रूपस्य लक्षणं किं? चक्षुर्ग्राह्यत्वं, चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वं, गुणत्वम् इति लक्षणदलत्रयमस्ति लक्षणवाक्ये. तत् ते कथं वदन्ति? चक्षुग्राह्यत्वे सति एकं दलं सति, द्वितीयं दलं सति, तृतीयं दलम् इति लक्षणम् इति शैली अस्ति, स्टैल् अस्ति न्यायग्रन्थेषु, तादृशव्यवहारः अस्ति. तर्हि दलस्य अन्ते सति इति पयम् इति पदं युज्यते, तस्य नाम अस्ति सत्यन्तम्, यतोहि अन्ते सति अस्ति. चक्षुग्राह्यत्वे सति, चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वे सति, गुणत्वम् इति प्रयोगः अस्ति. बीयिङ्ग् चक्षुग्राह्यत्वं, बीयिङ्ग् चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वं, गुणत्वम् इति अर्थः, फलितार्थः अस्ति. आं महोदय, तत् बोल्ड् किमर्थम् अस्ति महोदय, स्थूलरूपेण किमर्थं दीयते तत् सत्यन्तम्? तदेव दलं खलु, तदेव दलं चक्षुग्राह्यत्वमिति दलम् अस्ति खलु, प्रथमदलम्. आं महोदय, सत्यन्तमिति यत् पदं किमर्थं स्थूलं दीयते? ओ, पूर्वस्मिन् वाक्ये सति इति स्थूलक्षरैः न लिखितं, तस्य पदस्य किमर्थं तादृशप्रयोगः अस्ति अत्र उच्यते. अग्रिमे परिच्छेदे कति इति पदं किमर्थम् उक्तं, तादृशप्रयोगः बहुषु स्थलेषु भवति, अग्रे वयं पश्यामः एव तादृशप्रयोगः. अग्रिमं पठामि वा महोदय? आं महोदय, कृपया. स्पर्शलक्षणं स्पर्शलक्षणमपि रूपलक्षणवत् आलोचनीयम्. इत्थमेव च स्पर्शलक्षणे त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः इत्यत्रापि त्वगीन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षविषयत्वम् एकं, त्वग्भिन्नेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षविषयत्याभावः द्वितीयं गुणत्वमिति, तृतीयं त्रीणि दलानि. तत्र एकं त्वगिन्द्रियग्राह्यत्वमात्रोक्तौ घटे अतिव्याप्तिः, द्वितीयं त्वग्भिन्नेन्द्रिय अग्राह्यत्वमात्रोक्तौ गुरुत्वे अतिव्याप्तिः, गुणत्वमात्रोक्तौ रसादौ सर्वत्रातिव्याप्तिः. पूर्वं यथा पठितं तथैव रूपमेव न, स्पर्शमपि त्रीणि दलत्रयं तत्र आवश्यकम्. स्पर्शलक्षणे लक्षणं किम् इत्युक्ते त्वगीन्द्रियमात्रग्राह्यो गुणः स्पर्शः, त्वगीन्द्रियग्राह्यं त्वगीन्द्रियमात्रग्राह्य त्वगीन्द्रियभिन्न अग्राह्यं गुणत्वम् इति त्रीणि दलानि स्पर्शत्वम् इति वर्तते. त्वग् इन्द्रियनिष्ठा त्वगीन्द्रियनिष्ठा निष्ठजनकता निरूपितजन्यताश्रयप्रत्यक्षविषयत्वम् महोदय, तत् चित्रं पश्यामि वा महोदय? हा पश्यतु कृपया, अग्रिमपुटे अस्ति. प्रथमचित्रं वा महोदय? तत् त्वगीन्द्रियं, द्वितीयं चित्रं तु प्रथमचित्रं चक्षुरिन्द्रियचित्रं, 67 इति चित्रं. त्वगीन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षं प्रत्यक्षविषयत्वम् इति दत्वा तदनन्तरं त्वग्भिन्नेन्द्रियनिष्ठ जनकतानिरूपितजन्यताश्रयप्रत्यक्षविषयत्याभावः इति द्वितीयं दलम्. अग्रे अग्रे गुणत्वम् इति तृतीयदलं, केवलं गुणत्वम् अत्र तत्र त्वगीन्द्रियग्राह्यत्वमात्रोक्तौ घटे अतिव्याप्तिः. प्रथमदलं स्वीकृत्यं चेत् त्वगीन्द्रियग्राह्यो स्पर्शः इति, किमर्थं चेत् वयं पूर्वमेव दृष्टं चक्षुषा अपि Um, अत्र अत्र न तथा अत्र किम् अत्र कथं घटे अतिव्याप्तिः अत्र घटे अतिव्याप्तिः इति खलु कथं घटे आं महोदय घटस्य स्पर्शमात्रं न रूपमपि ग्राह्यं महोदय न महोदय तथा न अत्र अस्ति तथा अत्र किम् अस्ति पश्यतु पूर्वं किम् आसीत् चक्षुर् इन्द्रियग्राह्यत्वं रूपम् इति आसीत् खलु तर्हि चक्षुरिन्द्रियेण न केवलं रूपं दृश्यते घटः अपि दृश्यते खलु महोदय तस्मात् घटे अतिव्याप्तिः तस्मात् घटे अतिव्याप्तिः अत्रैव तथा त्वगिन्द्रियेण न केवलं स्पर्शः गृह्यते घटः अपि गृह्यते खलु नेत्रम् उन्मील्य अपि घटस्य स्पर्शं करोति ओहो एषः घटः इति वक्तुं शक्नोति तस्मात् न केवलं स्पर्शः घटः पटः अपि त्वगिन्द्रियेण गृह्यते इत्यस्मात् घटे पटे अतिव्याप्तिः न केवलं स्पर्शः त्वगिन्द्रियेण गृह्यते घटः अपि गृह्यते खलु तर्हि केवलं प्रथमदलम् असाधु अतिव्याप्तिः अस्ति दोषपूर्णः इति आपतति साधु भवदस्ति वा अस्तु तर्हि किं बालसुब्रह्मण्यं पठति वा तत्र तत्र त्वगिन्द्रियग्राह्यत्वं मात्र उक्तौ तस्मात् तत्र द्वितीयपङ्क्त्यागिन्द्रियग्राह्यत्वं तत्र तत्र इति पदात् तत्र प्रथमः त्वगिन्द्रियग्राह्यत्वं तस्मात् तत्र तत्र प्रथमपरिच्छेदे अन्तिमवाक्यं तत्र त्वगिन्द्रियग्राह्यत्वं त्वगिन्द्रियग्राह्यत्वमात्र उक्तौ घटे अतिव्याप्तिः त्वक् भिन्न इन्द्रिय अग्राह्यत्वम् अग्राह्यत्वमात्र उक्तौ गुरुत्वे अतिव्याप्तिः गुणत्वमात्र उक्तौ स्यात् गुणत्वमात्र उक्तौ रसादौ सर्वत्र अतिव्याप्तिः पूर्वमेव चक्षुः तत्र दृष्टिः अत्र स्पर्शम् तत्र त्वगिन्द्रियग्राह्यत्वमात्र उक्तौ घटे अतिव्याप्तिः यतोहि त्वगिन्द्रिय मूलं स्पर्शं शक्यते घटे चक्षु इन्द्रियमूलं ग्रस्तुं शक्यते त्वगिन्द्रियेण घटं ज्ञायते वा त्वगिन्द्रियेण स्पर्शद्वारा स्पर्शमूलं ज्ञायते तर्हि घटे अतिव्याप्तिः घटमपि ज्ञायते स्पर्शेन अनन्तरं त्वक् भिन्न इन्द्रिय अग्राह्यत्वमात्र उक्तौ गुरुत्वे अतिव्याप्तिः यथा पूर्वम् उक्तं गुरुत्वम् इति किमपि इन्द्रियेण न ज्ञातुं शक्यते. तस्मात् अत्रापि अतिव्याप्तं. गुणत्वमात्र उक्तौ रसादौ सर्वत्र अतिव्याप्तिः. गुणत्वं रसा रसे रसः गुणम् इति कारणात् गुणत्वम् अस्ति. गुणत्वं लक्षणस्य अङ्गमिति स्वीकुर्मः चेत् अत्रापि अतिव्याप्तिः अस्ति. गुणत्वं उभयत्र अस्ति. सत्यं तथैव अस्ति. यथा पूर्वलक्षणविषये चिन्तितम् आलोचितं तथैव अत्र स्पर्शलक्षणे अपि केवलं प्रथमदलम् अतिव्याप्तिः घटे, केवलं द्वितीयदलं गुरुत्वे अतिव्याप्तिः, केवलं तृतीयदलं प्रसादौ अतिव्याप्तिः समानं यथा पूर्वम्. अस्तु, इदानीम् अग्रे प्रथमयोगद्वितीयं यथा पूर्वं तथा इतोपि चिन्तनं भवति, किन्तु अत्र समयः जातः खलु. तर्हि प्रश्नः अस्ति वा इदानीं पृच्छतु, नो चेत् विरमामः. बहु धन्यवादः महोदय. नमस्कारः. धन्यवादः. नमस्कारः. धन्यवादः महोदय. नमस्कारः. हरि ओं महोदय. धन्यवादः. भग्नः जातः. भवतः सम्पर्कः भङ्गः जातः, किन्तु प्रश्नः अस्ति वा? सर्वं बुद्धं वा? बुद्धं महोदय, किन्तु वदनसमये किञ्चित् क्लेशः भवति, किन्तु